तस्य क्व मूलकं स्यात् अन्यत्र अन्नादेवमेव खलु स्वाम्य अन्येन शृङ्गेन अपमूलमन्विच्छाम् अद्भिः स्वामिशृङ्गेन तेजो मूलमन्विच्छा तेजसा स्वामिशृङ्गेन सन्मूलमन्विच्छाम् सन्मूला स्वामीमा सर्वाः प्रजा सदायतनाः सत्प्रतिष्ठाः यद्येवं समूलमिदं शरीरं वटादिशृङ्गवतं तस्य अस्य शरीरस्य क्व मूलं स्यात् भवेत् इत्येवं पृष्टः पिता तस्य क्व मूलं स्यात् अन्यत्र अन्नात् अन्नं मूलम् इत्यभिप्रायः कथम् अशितं हि अन्नम् अद्भिः द्रवीकृतं जाठरेण अग्निना पच्यमानं रसभावेन परिणमते रसाच्छोणितं शोणितान् मांसं मांसान् मेदो मेदसु अस्थीनि अस्थिभ्यो मज्जा मज्जायाः शुक्रं तथा योषिद्भुक्तं च अन्नं रसादिक्रमेण एवं परिणतं लोहितं भवति ताभ्यां शुक्रशोणिताभ्याम् अन्नकार्याभ्यां संयुक्त्याभ्याम् अन्नेन एवं प्रत्ययं भुज्यमानेन आपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्ययम् उपजीयमानः अन्नमूलः देहशृङ्गः परिनिष्पन्नः इत्यर्थः यत्तु देहशृङ्गस्य मूलम् अन्नं निर्दिष्टं तदपि देहवद्विनाशोत्पत्तिमत्वा कस्माच्चिन्मूलादुत्पत्तिं शृङ्ग इव इति कृत्वा यथा देहशृङ्गः अन्नमूलः एवमेव खलु सौम्या अन्नेन शृङ्गेन कार्यभूतेन अपोमूलम् अन्नस्य शृङ्गस्य अन्विच्य प्रतिपद्यस्व अपामपि विनाशोत्पत्तिमत्वा शृङ्गत्वमेव इति अद्भिः सौम्यशृङ्गेन कार्येण कारणं तेजो मूलम् अन्विच्य तेजसोऽपि विनाशोत्पत्तिमत्वा तु शृङ्गत्वमिति तेजसा सौम्यशृङ्गेन सन्मूलम् एकमेवाद्वितीयं परमार्थसत्यम् यस्मिन् सर्वमिदं वाचारम्भणं विकारनामधेयम् अमृतं रज्ज्वामिव सर्पादिविकल्पजातम् अध्यस्तम् अविद्यय तदस्य जगतो मूलम् अतः सन्मूलाः सत्कारणाः हे सौम्य इमाः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः न केवलं सन्मूला एव इदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव न हि मृदम् अनाश्रित्य घटादेः सत्त्वं स्थितिर्वा अस्ति अतः मृद्वतो सन्मूलत्वात् प्रजानां स तु आयतनं यासां ताः सदायतनाः प्रजाः अन्ते च सत्प्रतिष्ठाः सदैव प्रतिष्ठालयः समाप्तिः अवसानं परिचयः यासां ताः सत्प्रतिष्ठाः अथ यत्र यद्भृजा पिपासति नाम तेजैव तत्पीतं नयिते तद्यथा गोनाय अशुनाय पुरुषणा इत्येवं तत्तेजाचष्ट उदन्येति तत्र एतदेव शृङ्गम् उत्पतितं स्वामी विजानीहि नेदम् अमूलं भविष्यति ते अत इदानीम् अप्शृङ्गद्वारेण सतो मूलस्य अनुगमः कार्य इत्याह यत्र यस्मिन् काले एतन्नाम पिपासति पातुमिच्छति इति पुरुषो भवति अशिशिषति इति वतो इदमपि गौणमेव नाम भवति द्रवीकृतस्य अशितस्यान्नस्य नेत्र्यः आपः अन्नशृङ्गं देहं क्लेदयन्त्यः शिथिलीकुर्युः अबाहुल्या तु यदि तेषा न शोष्यन्ते नितरां च तेषा शोष्यमाणासु अप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते तदा पुरुषः पिपासति नाम तदेतदाहं तेज एव तत् तदा पीतम् अबाधि शोषयन् देहगता लोहितप्राणभावेन नयते परिणमयति तद्यथा गोना इत्यादि समान् एवं तत्तेज आचष्टलोकः उदन्येति उदकं नयति इति उदन्यम् उदन्येति छान्दसं तत्रापि पूर्वत् अपामपि एतदेव शरीराख्यं शृङ्गं न अन्यतो इति एवमादिसमानम् अन्यत् तस्य क्व मूलकं स्यादन्यत्र अद्भ्यो अद्भिः सौम्यशृङ्गेन तेजो मूलमन्विच्छाते सा सौम्यशृङ्गेन सन्मूलमन्विच्छा सन्मूलः स्वामीमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः यथा तु करस्वामीमः तिस्रो देवतापुरुषं प्राप्य त्रिवृद्धि एकैका भवति तदुक्तं पुरस्तादेव भवति अस्य सौम्यपुरुषस्य प्रयतो वा मुनि सम्पद्यते मनः प्राणे प्राणः तेजसी तेजः प्रस्यां देवतायां सामर्थ्य तेजसोऽपि एतदेव शरीराख्यं शृङ्गम् अतः अपशृङ्गेन देहेन आपमूलं गम्यते अद्भिः शृङ्गेन तेजो मूलं गम्यते तेजसा शृङ्गेन सन्मूलं गम्यते पूर्वत् एवं हि तेजोपन्नमयस्य देहशृङ्गस्य वाचारम्भणमात्रस्य अन्नादिपरम्परया परमार्थसत्यं सन्मूलम् अभयम् असन्त्रासं निरायासं सन्मूलम् अन्विच्छ इति पुत्रं गमयित्वा अशिशिषति पिपासति इति नामप्रसिद्धिद्वारेण यदन्यत् यः अस्मिन् प्रकरणे तेजोपन्नानां पुरुषेण उपयुज्यमानानां कार्यकर्णसङ्घातस्य देहशृङ्गस्य स्वजाति असाङ्कर्येण उपचयकर्त्वं वक्तव्यं प्राप्तं तदिह उक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति यथा तु खलु येन प्रकारेण इमाः तेजोपन्नाख्याः तिस्रः देवताः पुरुषं प्राप्य त्रिवृत्तिवृद्धि एकैका भवति तदुक्तं पुरस्तादेव भवति अन्नमिष्टं त्रिधा विधीयते इत्यादि तत्रैव उक्तम् अन्नादीनाम् अशितानां ये मध्यमा धातवः ते साप्तधातुकं शरीरम् उपचिन्वन्ति इति उक्तं मांसं भवति लोहितं भवति मज्जा भवति अस्थि भवति इति ये तु अनिष्टा धातवः मनःप्राणं वाचं देहस्य अन्तःकरणसङ्घातुम् उपचिन्वन्ति इति च उक्तं तन्मनो भवति स प्राणो भवति स वाक् भवति इति सोऽयं प्राणकरणसङ्घातः देहे विशीर्णे देहान्तरं जीवाधिष्ठितः येन क्रमेण पूर्वदेहात् पृच्युतः गच्छति तदाहम् अस्य हि स्वाम्यपुरुषस्य प्रयतः म्रियमाणस्य वाक् मनसि सम्पद्यते मनसि उपसंम्रियते अत तदाहुः ज्ञातयो न वदति इति मनःपूर्वको हि वाग्व्यापारः यद्वै मनसा ध्यायति तद्वाचा वदति इति श्रुतेः वाचि उपसंहृतायां मनसि मननव्यापारेण केवलेन वर्तते मनोऽपि यदा उपसंम्रियते तदा मनः प्राणिसम्पन्नं भवति सुषुप्तकाले एव तदा पार्श्वस्थः ज्ञातयः न विजानाति इत्यादि प्राणश्च तदा ऊर्ध्वोच्छ्वासी स्वात्मनि उपसंमृतवाक्यकरणः संवर्गविद्यायां दर्शन हस्तपादादीन् विक्षिपन् मर्मस्थानानि निकृन्तन्निव उत्सृजन् क्रमेण उपसंमृतः तेजः सम्पद्यते तदाहो ज्ञातयो न चलति इति मृतः नीतिव विचिकित्सन्तः देहम् आलभमानः उष्णं च उपलभमानः देहः उष्णः जीवति इति यदा तदपि औष्ण्यलिङ्गं तेज उपसंह्रियते तदा तत्तेजः परस्यां देवतायां प्रजाम्यते तदा एवं क्रमेण उपसंमृते स्वमूलं प्राप्ते च मनसि तस्थो जीवोऽपि सुषुप्तकालवतो निमित्त उपसंहारातो उपसंम्रियमाणः सन् सत्याभिसन्धिपूर्वकं चेदुपसंम्रियते सदैव सम्पद्यते न पुनः देहान्तराय सुषुप्तादिव उत्तिष्ठति यथा लोके सभये देशे वर्तमानः कथञ्चिदिव अभयं देशं प्राप्तः तद्वत् इतरस्तु अनात्मज्ञः तस्मादेव मूलातो सुयुक्तातु इव उत्थाय मृत्वा पुनः देहजालम् आविशति यस्मात् मूलात् उत्थाय देहम् आविशति जीवः स एषो अणिमा एतदात्मिदं सर्वं तत्सत्यं सात्मा भूय मां भगवान् विज्ञापयतु इति तथा स्वमीति उवाच स यः सदाख्यः एषः उक्तः अणिमा अनुभवः जगतो मूलम् ऐतदात्म्यम् एतत् सदात्मा यस्य सर्वस्य तत् एतदात्मा तस्य भावः ऐतदात्म्यम् एतेन सदाख्येन आत्मना आत्मवतो सर्वमिदं जगत् न अन्यः अस्ति अस्य आत्मा असंसारि नान्यदोऽस्ति द्रष्टुः नान्यदोऽस्ति श्रोत्रुः इत्यादि श्रुत्यन्तरम् येन च आत्मना आत्मसर्वमिदं जगन् तदेव सदाख्यं कारणं सत्यं परमार्थसत्त्वम् अतः स एव आत्मा जगतः प्रत्यक्स्वरूपं सतत्वं याथात्म्यम् आत्मशब्दस्य निरूपपदस्य प्रत्यगात्मनि गवादिशब्दवतो निरूढत्व अतः तत् स त्वम् असि इति हे श्वेतकेतु इत्ययं प्रत्यायितः पुत्राः भूयेव मां भगवान् विज्ञापयतु यद्भवदुक्तं तत् सन्दिग्धं मम अहन्यानि सर्वाः प्रजाः सुषुप्तौ सत्सम्पद्यन्ते इत्येतत् येन सत्सम्पद्य न विदुः सत्सम्पन्ना वयमिति तदा दृष्टान्तेन मां प्रत्यायतु इत्यर्थः एवमुक्ता तदा अस्तु स्वाम्यति ह उवाच पितः इति अष्टमखण्डभाष्यं नवमः खण्डः यथा सौम्यमधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणागं रसान् सामावहारमेकतागं रसं गमयन्तीं यत् पृच्छसि अहनि अहनि सत्सम्पद्य न विदुः सत्सम्पन्नाः स्म इति तत्कस्मादिति अत्र शृणु दृष्टान्तं यथा लोके हे सौम्य मधुकृतः मधु कुर्वन्ति इति मधुकृतः मधुकरमक्षिकः मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः कथं नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान् समवहारं समाहृत्य एकताम् एकभावं मधुत्वेन रसान् गमयन्ति मधुत्वम् आपादयन्ति ते यदा तत्र न विवेकं लभन्ते अमुष्यहं वृक्षस्य रसो अस्मि अमुष्यहं वृक्षस्य रसोऽस्मि इति एवमेव खलु सोम्यमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामहे इति ते रसाः यथा मधुत्वेन एकतां गताः तत्र मधुनी विवेकं न लभन्ते कथम् अमुष्यहम् आम्रस्य पनसस्य वा वृक्षस्य रसो अस्मि इति यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवति अमुष्यहं पुत्रः अमुष्यहं नप्ता अस्मि इति ते च लब्धविवेकाः सन्तः न सङ्कीर्यन्ते न तथा इह अनेकप्रकारवृक्षरसानामपि मधुर आम्लतिक्तकटुकादीनां मधुत्वेन एकतां गतानां मधुरादिभावेन विवेको गृह्यते इत्यभिप्रायः यथा अयं दृष्टान्तः इति एवमेव खलु सौम्य इमाः सर्वाः प्रजाः आहनि आहनि सतिसम्पद्य सुषुप्तिकाले मरणप्रलयोश्च न विदुः न विजानी सति सम्पद्यामहे इति सम्पन्ना इति वा ते इह व्याघ्रो वा सिगंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दगंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति यस्माच्च इयम् आत्मनः सद्रूपताम् अज्ञात्वा एव सत्सम्पद्यन्ते अतः तैः अलोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्नासो व्याघ्रादीनां व्याघ्रोऽहं सिंहोऽहम् इत्येवं ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टापि तद्भावेनैव पुनः आभवन्ति पुनः सतः आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत् पूर्वमिह लोके भवन्ति बभूवुः इत्यर्थः तदेव पुनरागत्य भवन्ति युगसहस्रकोट्यन्तरितापि संसारिणः जन्तो या पुरा भाविता वासना सा न नश्यति इत्यर्थः यथा प्रज्ञं हि सम्भवाः इति श्रुत्यन्तः स येषोऽणिमा एतदात्मनिदं सर्वं तत्सत्यं स आत्मा तत्मेतो इति भूयि मां भगवान् विज्ञापयति इति तथा सौम्येति होवाच ताः प्रजाः यस्मिन् प्रविश्य पुनः आविर्भवन्ति ये तु इतो अन्ये सत्सत्यात्माभिसन्दाः यम् अनुभवं सदात्मानं प्रविश्य नावर्तन्ते स एषो अणिमा इत्यादि व्याख्यातं यथा लोके स्वकीये गृहे सुप्तः उत्थाय ग्रामान्तरं गतः जानाति स्वगृहात् आगतोऽस्मीति एवं सत आगतोऽस्मीति च जन्तूनां कस्मात् विज्ञानं न भवति इति भूय भगवान् विज्ञापयतु इत्युक्तः तथा स्वमीत्यः उवाच पिता इति नामखण्डभाष्यम्।